पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 39 भीष्म उवाच कथितं वामनस्यैव माहात्म्यं विस्तरेण वै पुनस्तस्यैव माहात्म्यमन्यद्विष्णोरदो वद पद्मं कथमभूद्देव नाभौ येनाभवज्जगद कथं च वैष्णवी सृष्टिः पद्ममध्ये भवत्पुरा कथं पात्मे महाकल्पे भवत्पद्ममयं जगद जलार्णवगतस्येह नाभौ जातं जलानुगम् प्रभावं पद्मनाभस्य स्वपदः सागराम्भसि पुष्करे तु कथं जादा देवा ऋषिगणाः पुरा ये ददाख्या हि निखिलं योगं योगविदां पदे कथं निर्मितवांस्तत्र चैदं लोकं सनातनम् कथमे कार्णवे शून्ये नष्टे स्थावरजङ्गमे भूलोकके प्रदग्धे तु प्रणष्ठोरगराक्षसे नष्टानलानिलाकाशे नष्टधर्मे महीतले केवले गह्वरीभूते महाभूतविपर्यये किं नु विश्वपदि साक्षान् महातेजा महाद्विधिः आस्ते यदाध्याननिष्ठो विधिमास्ताय योगविद शृण्वद परया भक्त्या ब्रह्मन्नेददशेषदः वक्तुमर्हसि धर्मज्ञ यशो नारायणात्मकम् श्रद्धिनसूपविष्टस्य भगवन्वक्तुमर्हसि पुलस्त्य उवाच नारायणस्य यशःसश्रवणेया तव स्पृहा सद्वंशान्वयभूतस्य न्याय्यं कुरुकुलोद्वह शृणुष्वादिपुराणेषु देवेभ्यश्च यथा श्रुति ब्राह्मणानां च वददां श्रुत्वा वै सुमहात्मनां यथा च तपसा दृष्ट्वा बृहस्पति समद्विधिः पराशरसुदश्रीमान् गुरुर्द्वैपायनो ब्रवीद तत्तेकं कथयिष्यामि यथा भक्ति यथा श्रुति यद्विज्ञातं मया सम्यग्ऋषिमार्गेण सत्तम कस्समुत्सहते ज्ञातुं परं नारायणात्मकम् विश्वावितारं ब्रह्मायं न वेदयदि तत्त्वदः तत्कर्म विश्वदेवान तद्रहस्यं महर्षिषु स युज्य सर्वयज्ञानां स तत्त्वं तत्त्वदर्शिनाम् अध्यात्ममध्यात्मविदां नरकं च विकर्मिणाम् अधिदैवं च तद्दैवमधिदैवदसंज्ञितम् अधिभूतं च तद्भूतं परं च परमार्थिनाम् स यज्ञो वेद निर्दिष्टस्तत्तपकवयो विदुः यःकर्ता कारको बुद्धिर्यतः क्षेत्रज्ञ एव च प्रणवः पुरुषश्चास्ता ये कश्चेदि विभाव्यते प्राणः पञ्चविधश्चैव ध्रुवमक्षरमेव च कालपाकश्च यज्ञश्च यष्ठा चाधीदमेव च उच्यते विविधैर्भावै स एवायं तु तत्परम् स एव भगवान् सर्वं करोति न करोति च सोऽस्मिन् कारयदे सर्वं स्थानिनां च कृधि कृता यजामहे तमेवाद्यं स एवोद्धाननिर्वृतः यो वक्ता यच्च वक्तव्यं यच्चाकं तद्ब्रवीमि ते श्रूयते यच्च वैश्राव्यं यच्चान्यत्परिजल्पितं या कथा याश्च श्रुतयो यो धर्मी धर्मतत्परः विश्वं विश्वपदिर्यश्च सदु नारायणस्मृतः यत्सत्यं यदनृतमादिमध्यभूतं यच्चान्त्यं निरवधिकं यद्भविष्यं यत्किञ्चिच्चरमचरं यदस्ति चान्यत् सर्वं तत्पुरुषवरः प्रधानभूतः चत्वार्याहुस्सहस्राणि वर्षाणां तत्कृतं युगम् तस्य तावच्छदि सन्ध्या द्विगुणा कुरु नन्दन यत्र धर्मश्च दुष्पादस्त्वधर्मः पादविग्रहः स्वधर्मनिरता शान्ता जायन्ते यत्र मानवाः विप्रास्थिता धर्मपरा राजवृत्तिस्थिता नृपाः कृष्यामभिरदा वैश्या शूद्रा शुश्रूषवस्तथा तदा सत्यं च सत्यं च धर्मश्चैव विवर्धते सद्भिराचरितो धर्मो येन लोकः प्रवर्तते एतत्कृतयुगे वृत्तं सर्वेषामेव पार्थिव प्राणिनां धर्मसंज्ञानां नराणां नीचजन्मनां त्रीणि वर्षसहस्राणि त्रेधा युगमिहोच्यते तस्य तावच्छदि सन्ध्या द्विगुणा परिकीर्तिता द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः यत्र सत्यं च सत्त्वं च क्रिया धर्मो विधीयते त्रेधायां विकृतिं यान्ति वर्णा लोभेन संयुताः चादुर्वर्ण्यस्य वैकृत्यं क्षान्तिर्दौर्बल्यमेव च येषा त्रेधा युगगतिर्विचित्रा देवनिर्मिता द्वापरं द्विसहस्रं तु वर्षाणां कुरु नन्दन तस्य तावच्छदि सन्ध्याद्विगुणं युगमुच्यते तत्राप्यदि वार्थपराः प्राणिनो रजसाहदाः षढा नैष्कृतिकाः क्षुद्रा जायन्ते कुरु नन्दन द्वाभ्यां धर्मस्थितः पद्भ्यामधर्मस्त्रिभिरुद्धितः विपर्यय शदैर्धर्मः क्षयमेधि कलौ युगे ब्रह्मण्यभावस्त्यवदे तथास्तिक्यं विवर्ज्यते व्रतोपवासास्त्यज्यन्ते कलौ वै युगपर्यये तदा वर्षसहस्रं तु वर्षाणां द्वेष्यते तथा यत्रा धर्मश्च दुष्पादो धर्मपादपरिग्रहः कामिनस्तपसाः क्षुद्रा जायन्ते यत्र मानवाः न चावसायिकः कश्चिन्न साधुर्न च सत्यवाक् नास्तिका ब्राह्मणा भक्ता ज्ञायन्ते तत्र मानवाः अहङ्कारगृहीताश्च प्रक्षीणस्नेहबन्धनाः विप्राशूद्रसमाचाराः सन्ति सर्वे कलौ युगे आश्रमाणां विपर्यास कलौ सम्प्रति वर्तते वर्णानां चैव सन्देहो युगान्धे गुरुनन्दन येषाद्वादशसहस्री युगाख्या पूर्वनिर्मिता सहस्रयुगपर्यन्तं तद हर्ब्राह्ममुच्यते तदोहनिगदे तस्मिन् सर्ववेषामेव जीवनाम् शरीरनिर्वृतिं दृष्ट्वा कालसंहारबुद्धिमान् देवतानां च सर्वेषां ब्राह्मणानां महीपते दैत्यानां दानवानां च यक्षराक्षसपक्षिणां गन्धर्वाणामप्सरसां भुजङ्गानां च पार्थिव पर्वतानां नदीनां च पशूनां चैव सत्तम तिर्यग्योनिगतानां च कृमीणां दंशिनां तथा सर्वभूतपदिः पञ्चभूत्वा भूतानि भूतकृत जगत्संहरणार्थाय गुरुदेवैशसं महत् भूत्वा सूर्यश्चक्षुषी आददानो भूत्वा वायुः प्राणिनां प्राणिजातम् भूत्वा वह्निर्निर्दहन् सर्वलोकान् भूत्वा मेघो भूय उग्रोऽभ्यवर्षद भूत्वा नारायणो योगी सर्वमूर्तिविभावसुः गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् तद पीत्वार्णवान् सर्वान्नदी ऊपांश्च सर्वतः पर्वतानां च सलिलं सर्वमादाय योगविद भूत्वा चैव स हस्तार्चिर्महीं भित्त्वा रसातले रमदे जलमादाय पिबन् रसमनुत्तमम् मूर्तामूर्ते तदन्यच्च यदस्ति प्राणिषु ध्रुवं तत्सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः वायुश्च बलवान् भूत्वा विधुन्वानोऽखिलं जगद प्राणापानं समासाध्य वायुना क्रमदे हरिः तदो देवगणानां च सर्वेषां चैव देहिनां पञ्चेन्द्रियगुणा सर्वे भूतान्येव च यानि च त्रयं घ्राणं शरीरं च पृथिवी संश्रिता गुणाः लोकयात्रा भगवदा मुहूर्तेन विनाशिता जिह्वारसश्च स्नेहश्च संसृताः सलिले गुणाः रूपं चक्षुर्विभागश्च नेत्रज्योतिश्रुता गुणाः स्पर्शप्राणश्च चेष्टा च पवनं संसृता गुणाः शब्दश्रोत्रे च श्रवणं गगनं संसृता गुणाः मनो बुद्धिश्च चित्तं च क्षेत्रज्ञं चेदि संश्रिताः परेण परमेष्टी च कृषिकेशमुपाश्रिताः ततो भगवतस्तस्य रश्मिभिः परिवारिताः वायुना परिनुन्नाश्च भूमिशाखामुपाश्रिताः तेषां संहरणोद्भूतः पावकः सदधा ज्वलन् प्रदहन्नखिलं विश्वं वृत्तः संवर्तको नलः सपर्वदद्रुमान् गुल्मान् लता वल्लीस्तृणानि च विमानानि च दिव्यानि पुराणि विविधानि च यानि चाश्रयणीयानि सर्वाण्यप्यदहद्भृशं भस्मीकृत्य तु तान् सर्वां लोकान् लोकगुरोर्गुरुः स भूतिं धारयामास युगान्ते लोकसम्भवाम् सहस्रवृष्टिशतधा भूत्वा कृष्णो महाखनः दिव्यतो येन हविषा तर्पयामास मेदिनीं तदः क्षीरनिकाशेन स्वादुना परमाम्भसा शिशिरेण च पुण्येन मही निर्वाणमागमद तेन तो येन संवृक्ता पयसा धर्म्यदोधरा ये कार्णाव जलीभूता सर्वसत्त्वविवर्जिता महासत्त्वान्यपि विभुं प्रविष्टान्यमितौजसम् नष्टार्कपवनाकाशे सूक्ष्मे जगदि संवृते संशोषमात्मना कृत्वा समुद्राणां च देहिनः दग्ध्वा सङ्कोच्य च तथा स्वपित्येकः सनातनः पौराणं रूपमास्ताय स्वपित्यमिदविक्रमः ये कार्णवजले यायी योगी योगमुपासितः अनेकानि सहस्राणि युगान्ये कार्णवाम्भसि न चैव कश्चिदव्यक्तं व्यक्तो वेदितुमर्हति कश्चैष पुरुषो नाम किं योग कश्च योगवान् न पृष्ठे नैवमभिदो नैव पार्श्वेन चाग्रदः कश्चिद्विज्ञायते तस्य दृश्यते देवसत्तमः नभः क्षितिं पवनमभः प्रकाशनं प्रजापतिं भुवनधरं सुरेश्वरं पितामहं श्रुतिनिलयं मुनिं प्रभुं समां पयं चयनमरोचयत्प्रभुः एवमे कार्णविभूदेशेदे लोके महाद्युदिः प्रच्छाद्य सलिलेनोर्विं हंसो नारायणायते महदो रजसो मध्ये महार्णव समस्य वै वारिजाक्षो महाबाहुरक्षयं ब्रह्म यद्विदुः आत्मरूपस्वरूपेण तमसा संवृतः प्रभुः मनःसात्विकमादाय यत्र तत्सत्त्वमाहितं यथा तद्यं परं ज्ञानं भूताय ब्रह्मणे तदः रहस्यं च तथोद्दिष्टं यथोपनिषदां स्मृतम् पुरुषो यज्ञ इत्येतत् परमं परिकीर्तितं यश्चान्यपुरुषाख्य स्यात् स एव पुरुषोत्तमः ये ज यज्ञकरा विप्रा ये ऋत्विज इति स्मृताः अस्मादेव पुरा भूता वक्त्रेभ्य श्रूयते तथा ब्रह्माणं प्रथमं वक्त्रादुद्गातारं च सामगं होदारं च तथाध्वर्यं बाहुभ्यामसृजत्प्रभुः ब्रह्माणं ब्राह्माणाच्छंसि स्तोदारौ चैव सर्वशः मेढ्राश्च मैत्रावरुणं प्रतिष्ठातारमेव च उदरात् प्रतिहर्तारं पोतारं चैव पार्थिव पाणिभ्यामथ चाग्निध्रमुन्नेतारं च याजुषम् अच्छावादमधोरुभ्यां सुब्रह्मण्यं च सामदम् एवमेवं स भगवान् षोडशैतान् जगत्पदिः स्वयम्भूः सर्वयज्ञानामृत्तिजोऽसृजदुत्तमान् तदा चैष मगायोगी पुरुषो यज्ञसंज्ञिदः वेदाश्चैव तथा सर्वे सहाङ्गोपनिषत्क्रियाः स्वप्येकार्णवेच्चैव यथाश्चर्यमभूत् पुरा श्रूयतां तु तदा विप्रो मार्कण्डेयः कुतूहलाद् गीर्णो भगवदा तेन कुक्षावासीन्महामुनिः बहुवर्षसहस्रायुस्तस्यैव वरतेजसः अट्टंस्तीर्थप्रसङ्गेन पृथिवी तीर्थगोचरः आश्रमाणि च पुण्यानि देवतायतनानि च देशाद्राष्ट्राणि चित्राणि पुराणि विविधानि च जपहोमपराशान्तास्तपोभिरमला स्मृताः मार्कण्डेयस्ततस्तस्य शनैर्वक्त्राद्विनिर्गतः निष्क्रामन्तं न चात्मानं जानीते देवमायया निष्क्रम्य तस्य उदरादेकार्णवमधो जगद सर्वतस्तमसाच्छन्नं मार्कण्डेयोऽन्ववैक्षद तस्योत्पन्नं भयं तीव्रं व्यत्ययं चात्मजीवितम् देवदर्शनसंहृष्टो विस्मयं परमं गतः सो चिन्तय दमोखात्मा मार्कण्डेयोऽथ शङ्कितः किं नु स्याच्चित्तसम्मोह किं नु स्वप्नोऽनुभूयते व्यक्तमन्यतरो भाव यदयोर्भाविता मम न हि स्वप्नो ह्ययं सत्ययुक्तं यत् सत्यमर्हति नष्टचन्द्रार्कभवनो नष्टपर्वतभूतलः कदमस्यादयं लोक इति शोकमुपागतः ददर्श चापि पुरुषं स्वपं तं पर्वतोपमम् सलिले धमदो मग्नं जीमूदमिव सागरे तपं तमिव तेजोभिरामुक्तशशिभास्करम् गाम्भीर्यात् सागरमिव भासमानं मवौजसा देवं द्रष्टुमिपायादको भवानिधि विस्मयाद तथैव च मुनिकुक्षिं पुनरेव प्रवेशितः सम्प्रविष्ट पुनः कुक्षिं मार्कण्डेयः सविस्मयम् तथैव च पुनर्भूयो विजानन् स्वप्नदर्शनं स तथैव यथा पूर्वं पृथिवीमटदे वनम् पुण्यतीर्थजलोपेतं विविधान्याश्रमाणि च क्रतुभिर्यजमानां च समाप्तगुरुदक्षिणैः अपश्यद्देव कुक्षिस्तान्यज्ञस्थान् शतशो द्विधान् सद्वृत्तमाश्रिता सर्वे वर्णा ब्राह्मणपूर्वकाः चत्वार आश्रमा सम्यग्यथा पूर्वं विलोकिता एवं वर्षशतं साग्रं मार्कण्डेयेन धीमता चरता पृथिवी सर्वा तत्कुक्षौ हि समीक्ष्यते ततः कदाचिदध वै पुनः कुक्षेर्विनिर्गतः सुप्तं न्यग्रोधशाखायां बालमेकं निरीक्ष्य च तथैवैकार्णवजले नीकारेणावृतान्तरे अव्यक्तक्रीडिते लोके सर्वभूतविवर्जिते स मुनिर्विस्मयाविष्टकौतूहलसमन्वितः बालमादित्य सङ्काश्यं न शक्नोत्यभिवीक्षितुं सोऽप्यचिन्तयदेकान्ते स्थित्वा सलिलसन्निधौ पूर्वदृष्टमिदं मेने शङ्कितो देवमायया अगाधे सलिले छेदे मार्कण्डेयः सविस्मयः पूर्ववत्तमधो द्रष्टुमव्रजत्रस्तलोचनः स तस्मै भगवानागस्वागतो बालभो इति बभाषे मेकतुल्येन स्वरेण पुरुषोत्तमः मार्कण्डेयन भेदव्यमागच्छस्व ममान्तिकम् मार्कण्डेय उवाच को नाम्ना कीर्तयति मां कुर्वन् परिभवं मम दिव्यवर्षसहस्राख्यं दर्शयंश्चैव मे वयः न ह्येष च सदाचारो देवेष्वपि ममोचितः मां ब्रह्मापि हि सस्नेहो दीर्घायुरिति भाषदे कस्तपोघोरमासाद्य ममात्यत्यक्तजीवितः मार्कण्डेयेदि मामुक्त्वा मृत्युमीक्षितुमर्हसि एवं प्रक्षुभिदक्रोधान् मार्कण्डेयो महामुनिः तदैनं भगवान् भूयो बभाषे मधुसूदनः श्रीभगवानुवाच अहं ते जनको वत्स ऋषिकेश पिता गुरुः आयुःप्रदाता पौराण किं मां त्वं नोपसर्पसि मां पुत्रकामप्रथमं त्वत्पिदाङ्गिरसो मुनिः पूर्वमाराधयामास तपस्तीव्रं समाश्रितः तं दृष्ट्वा होरतपस्सं त्रिदशोत्तमतेजसं दत्तवां त्वामहं पुत्रं महर्षिममितौ जसं कः समुत्सहदे चान्यो योगिभूतात्मगात्मकम् द्रष्टुमेकार्णवगतं क्रीडन्तं योगमायया ततः प्रकृष्टहृदयो विस्मयोद्भुल्लोचनः मूर्ध्नि बद्धाञ्जलिपुडो मार्कण्डेयो महातपाः नामगोत्रेदु सम्प्रोच्य दीर्घायुर्लोकपूजितः तस्मै भगवदे भक्त्या नमस्कारमथाकरोत् मार्कण्डेय उवाच इच्छामि तत्त्वदो ज्ञातुमिमां मायां तवानख यदे कार्णवमध्यस्तशेषे त्वं बालरूपवान् किं संज्ञश्चैव भगवान् लोके विज्ञायसे प्रभो तर्कयेकं महात्मानं को हन्यस्तादुमर्हसि श्रीभगवानुवाच अहं नारायणो ब्रह्मन् सर्वभूतविनाशनः अहं सहस्रशीर्षास्य सहस्रपद संयुधः आदित्यवर्णपुरुषो मुखे ब्रह्ममयो ह्यहम् अहमग्निर्हव्यवः सप्तसप्तिभिरन्विदः अहमिन्द्रपदशक्र ऋतूनां परिवत्सरः अहं योगिषु साङ्ख्याख्यो युगान्तावर्त एव च अहं सर्वाणि सत्त्वानि दैवतान्यखिलानि च भुजगानामहं शेषस्तार्क्ष्योऽहं सर्वपक्षिणां कृतान्तः सर्वभूतानां विज्ञेयः कालसंनिधः अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम् अहं दयापरो धर्मः क्षीरोदोऽहं महार्णवः यत्सत्यं तत्परं त्वेक अहमेव प्रजापतिः अहं साङ्ख्यमहं योगो ह्यहं तत्परमं पदम् अहमिद्या क्रिया चाहमहं विद्याधिपस्मृतः अहं ज्योतिरहं वायुरहं भूमिरहं जलम् आकाशोऽहं समुद्राश्च नक्षत्राणि दिशो दश अहं वर्षमहं सोमः पर्जन्योऽहमहं रविः अहं पुराणं परमं तथैवाहं परायणम् भविष्ये चापि सर्वत्र भविष्यत् सर्वसङ्ग्रहः यत्किञ्चित् पश्यसे विप्र यच्छृणोषि च किञ्चन यच्चानुभवसे लोके तत्सर्वं मामनुस्मर विश्वं सृष्टं मया पूर्वं सृजेद्यापि च पश्य मां युगे युगे च रक्षामि मार्कण्डेयाखिलं जगद तदेतत्कथितं सर्वं मार्कण्डेयावधारय शुश्रूषुरपि धर्मेषु कुक्षौ चरसुखं मम मम ब्रह्मा शरीरस्थो देवाश्च ऋषिभिः सह व्यक्तमव्यक्तयोगं मामवगच्च मुरद्विषम् अहमेकाक्षरो मन्त्रस्त्र्यक्षरश्च पितामहः परस्त्रिवर्ग ओङ्कारः परमात्मप्रदर्शनः एवमादिपुराणं च वदते मां महामदे वक्त्रं यादो भगवदो मार्कण्डेयो महामुनिः ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः तस्या सम्मुखमेकान्ते शुश्रूषुर्हंसमव्ययं यदक्षयं विविधमुपाश्रितं तु तन्महार्णवे व्यपगद चन्द्रभास्करे शनैश्चरन् प्रभुरदहंस सज्ञितसृजन् जगद्विहरदि कालपर्यये अध चैवं शुचिर्भूत्वा वरयामास वै तपः छादयित्वात्मनो देहं पयसाम्भुजसम्भवः ततो महात्मादिबलो मर्त्यलोकविसर्जने महदां चैव भूतानां विश्वो विश्वमचिन्तयद तस्य चिन्तयमानस्य नियते संस्थितेर्नवे निराकाशे तोयमये सूक्ष्मे जगदि संक्षये ईशः संक्षोभयामास सोर्णवं सलिलं गतः अधान्तरादपां सूक्ष्ममधच्छिद्रमभूत्पुरा शब्दं प्रति तदो भूतो मारुतश्चिद्रसम्भवः संलब्ध्वां तरसंक्षोभं व्यवर्धत समीरणः नभस्वदा बलवदा वेगाद्विक्षोभितोर्णवः तस्यार्णवस्य क्षुब्धस्य तस्मिन्नम्भसि मध्यदः कृष्णवर्त्मा समभवत्प्रभुर्वैश्वानरो महान् ततः संशोषयामास पावकसलिलं बहु समस्तजलधिश्चिद्रमभवद्विसृतं नभः आत्मतेजो भव पुण्या आपो मृदरसोपमाः आकाशं छिद्रसम्भूतं वायुराकाशसम्भवः अथ सङ्कर्षसम्भूतं पावकं चास्य सम्भवम् दृष्ट्वा पितामहो देवो महाभूतविभावनः दृष्ट्वा भूतानि भगवान् लोकसृष्ट्यर्थमुत्तमं ब्रह्मणो जन्मसहितं बहुरूपोऽह्यचिन्तयत् चतुर्युगानां सङ्ख्यातं सहस्रं युगपर्यये यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनां बहुजन्मविशुद्धात्मा ब्रह्मणो हरिरुच्यते ज्ञानं दृष्ट्वा तु विश्वात्मा योगिनां यादियोग्यतां तं योगवन्दं विज्ञाय सम्पूर्णैश्वर्यमुत्तमम् पदे ब्रह्मणि विश्वस्य न्ययोजयदयोगविद ततस्तस्मिन् महातो ये महेशो हरिरच्युतः जलक्रीडां च विधिवत् सचक्रे सर्वलोककृत पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्ततः सहस्रवर्णं विरजं भास्कराभम् किरण्मयम् हुदाशनज्वलितशिखोज्ज्वलत्प्रभं समुद्धितं शरदमलार्कतेजसं विराजदे कमलमुदारवर्चसं महात्मनस्तनुरुह चारुशैवलम् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे पद्मप्रादुर्भावो नामैकोनचत्वारिंशोऽध्यायः ॐ